ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र विसर्गसन्धिः इति। तत्र वयं करपत्रमपि पठितवन्तः स्वरूपमहोदयस्य, तत्र भाट्यसूत्रपञ्चकम् अपि तत्र ज्ञातवन्तः। इदानीं तत्र प्रायशः सुलभतया तत्र विसर्गसन्धेः तत्र अभ्यासान् कर्तुं शक्नुमः वयम्। अस्तु, तर्हि तत्र पेज् 53 मध्ये स्मः, गीताप्रवेशे तत्र पञ्चम अभ्यासः। तर्हि तत्र सुजाता भगिनी आरम्भं करोति वा? आं महोदय। कामोपभोगो कामोपभोगो पराम भोगपरमः क्षम्यता परमाः योगः एव एतावत् कामभोगो कामोपभोगो परं योगः आकारः योगः विसर्गः योगः ये योगः तावत् कामो कामोपभोगो परम् आयोगः ये योगः तावत् कामोपभोगो परं योगः तत्र आकारः अस्ति तदनन्तरं स्वरः अस्ति एकारः इत्यनेन भट्टसूत्रस्य त्रयः सूत्र त्रयः तृतीयसूत्रं काम करोति इत्यनेन आकारस्य लोपः भवति तदनन्तरं आयोगः ये योगः तावत् कामोपभोगो परम् यकारः भी आयाति न महोदय सत्यं भगिनि सत्यं भगिनि अतः अत एव तत्र विकल्पेन यकारः रूपद्वयं भवति समीचीनं भगिनि कामोपभोगो परमा ये एतावत् तत् विसर्गस्य लोपः भवति अन्यत् अस्ति एवत् यकारः भवति कामोपभोगो परमा ये एतावत् भवति यकारस्य यकार समीचीनं भगिनि तथैव अस्ति तत्र विकल्पद्वयं तत्र लोपशाकल्यस्य इति सूत्रेण विकल्पेन आयाति सूत्रमस्ति आतः परस्य विसर्जनीयस्य लोपः अकरि उत्तमं भगिनि भाटसूत्र तृतीयभाटसूत्रम् उत्तमं भगिनि तृतीयं सूत्रम् उत्तमं समीचीनं अस्तु भगिनि इदानीं तत्र श्लोकः अपि भगवद्गीता 16th अध्याये षोडश अध्याये एकादश श्लोकम् कामोपभोग ओके प्रलयान्ताम् उपाश्रिताः एतावदि निश्चिताः इति निश्चितः चिन्ता परिमेयं प्रलयानन्तरमपि चिन्ता प्रलयान् चिन्तामपर्यागम् चिन्तामि भवन् प्रलयानन्तरं चिन्तामपर्याम् आश्रिताः तदेव भवति भगिनि नाम अत्र अस्मिन् जीवने अध्याये तत्र विषयः कः इत्युक्ते तत्र अत्र दैवासुरसम्पद् विभागयोगः अत्र असुरिसम्पत् नाम तेषां मग्नः भवन्ति भवती उक्तवती तदेव नाम तत्र निश्चिताः ते एतावदेव अस्ति इति ते निश्चिताः नाम तत्र लोके यदस्ति नाम कामोपभोग भोगः तदेव तत्र सः भोगः एव परमं तत्र परमं तत्र अन्यत् किमपि नास्ति तद् इति तदेव नश्यम् इति ते निश्चितं कृतवन्तः तादृशानां जनानां तत्र प्रलयान्तं प्रलयान्तं दे थिंक् द सेम् वे दे गेट् परमानन्दम् इन् दट् सुखम् ओन्लि सत्यं भगिनि अतः तत्र मरणपर्यन्तं तत्र तदेव ते कुर्वन्तः इति अस्ति कुर्वन्तः ते कुर्वन्तः स्मः इति न कुर्वन्तः ते कुर्वन्तः ते कुर्वन्तः कुर्वन्तः सन्ति समीचीनं भगिनि कामोपभोगपरमा इति एव प्रायशः तत्र परमाः इति अपि अस्ति अथवा परमा इति तत्र रूपं भवेत् परमा यतोहि लोपः अथवा यकारः तत्र भवति इति अस्ति समीचीनं भगिनि अस्तु अग्रे निवेदिता भगिनि धन्यवादः भगिनि अस्तु अग्रे निवेदिता भगिनि आम् आम् देवाः अधिकं ऋषयः देव अधिक आ अधिकं विसर्ग अधिक रु अधिक शयः देव अधिक आ अधिक रु अधिक शयः देव अधिक आ अधिक यकार अधिक रु अधिक शयः देवा ऋषयः वा विकल्पेन देवा ऋषयः युरुषयः ससयुषुरुः अनुबन्धलोपे रेफ् अनन्तरं भो भगो अघो अपूर्वस्य योषि सूत्रेण यकारः आगच्छति अनन्तरं लोपशाकल्यस्य सूत्रेण यकारस्य लोपः भवति विकल्पेन विकल्पेन अतः देवायुरुषयः देव देवारुषयः द्वे रूपे सन्ति समीचीनम् अस्तु अग्रे एतेषु उदाहरणेषु आकारात् परतः विसर्गे वर्तते देवाः विसर्गस्य पार्श्वे नाम विसर्गात् पूर्वम् आकारः अस्ति, अनन्तरं रु इति स्वरः अस्ति, अतः विसर्गस्य यकारादेशः भवति, विकल्पेन यकारस्य लोपः अपि भवति. अतः एव तत्र तृतीयभाष्यसूत्रम् आतः परस्य विसर्जनीयस्य लोपः अकरि विसर्जनीयस्य लोपः. तर्हि स्वरः अस्ति चेत् अग्रे स्वरः अस्ति चेत् अपि तत्र लोपः भवति. यदा तत्र पूर्वं तत्र विसर्गात् पूर्वम् आत् आकारः दीर्घाकारः अस्ति अस्ति चेत् समीचीनं भगिनि. अस्तु, तत्र आत् मध्ये अकारः न आगच्छति वा? आत् मध्ये केवलम् आगच्छति. हा तत्र हा केवलम् आकारः इति मन्ये भगिनि. हा यतोहि तत्र अच् इत्यस्य अकारः आच् इत्युक्ते आकारः इति. अस्तु समीचीनं. भगवद्गीतायाः कोऽपि श्लोकः तत्र नास्ति. तत्र नास्ति भगिनि. आमां समीचीनं सत्यं. हा अस्तु, अतः तत्र अग्रे श्लोकः भवति अन्यस्मिन् तत्र उदाहरणे तदा पठतु. आम् धन्यवादः. धन्यवादः. अस्तु तर्हि नरेश महोदय अग्रे. अस्तु, एतानि उदाहरणानि परिशीलयत. गुणाः योगगुणेषु गुण् योग आ योगविसर्ग योगगकार योग उनेषु गुण् योग आ योगगकार योग उनेषु अत्र विसर्गस्य लोपः भवति. अतः गुण् योग आ गुणा भवति, गकार योग उनेषु गुणेषु भवति, अन्तिमरूपं गुणागुणेषु अस्ति. हा गुणागुणेषु. हा अत्र विकल्पः नास्ति. गुणागुणेषु इति एव दत्तमस्ति. हा केवलं विसर्गस्य लोपः भवति. लोपः भवति इति अस्ति. समीचीनम्. अस्तु तत्र महोदय तत्र कुत्रचित् श्लोकः अस्ति कुत्रचित् श्लोकः नास्ति, अतः किन्तु एकमेकं कृत्वा गच्छामः. अग्रिमे पुटे तु सर्वत्र श्लोकः अस्ति, अतः तत्र अस्मिन् उदाहरणे नास्ति, किन्तु चिन्ता मास्तु, अग्रिमे उदाहरणे निश्चयेन आगच्छति श्लोकः. अस्तु अस्तु अस्तु अस्तु महोदय धन्यवादः. सुजाता भगिनी अग्रे. आं महोदय. स्वर्ग स्वर्गपराः योगः जन्मकर्मफलप्रदाम् जन्मकर्मफलप्रदाम् स्वर्गपरा योगः आकारः योगः विसर्गः योगः जकारः अन्मकर्मफलप्रदाम् स्वर्गपरा योगः आकारः योगः जकारः विसर्गलोपः भवति जकारः आयाति विसर्गस्थाने अन्मकर्मफलप्रदाम् स्वर्गपराः योगः जन्मकर्मफलप्रदाम् तत्र विसर्गस्य लोपः एव भवति भट्टसूत्रविधानेन. अतः परस्य विसर्गनीयस्य लोपः अकरि इत्यनेन तत्र तु श्लोकः अस्ति महोदय भगवद्गीता. अस्तु अस्तु पठतु द्वितीयाध्याये त्रयश्चत्वारिंशत् श्लोकमस्ति. कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदां क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति. कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदां क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति. क्रियाविशेषबहुलां क्रियाविशेषबहुलां प्रति भोगैश्वर्यगतिं तत्र हा भगिनि नाम तत्र ते तत्र कामात्मानः कामात्मानः नाम तत्र जनाः ये इच्छन्ति तत्र स्वभावः एव इच्छा इति. स्वर्गपरा नाम स्वर्गः एव तत्र परलक्ष्यं नाम तदेव हा तदेव तत्र एव गन्तव्यं स्वर्गमेव गन्तव्यम् इति ये चिन्तयन्ति ते यां हा तत्र इमां हा तत्र याम् इमां जन्मकर्मफलप्रदां नाम तत्र सर्वं तत्र स्वर्ग गन्तव्यमस्ति चेत् तत्र सर्वं तत्र किं तत्र हा तत्र किम् अस्ति अन्य कोऽपि वदति वा तत्र अहं प्रायशः तत्र किम् अस्ति महोदय वदतु भगिनि. हमे वो वेदा भगिनी ने लिंक भेजी थी ना उसमें है होगा ना ये अच्छा और अद्वैत शारदा मध्ये ना ना हमें अद्वैत शारदा मध्ये इति वा. हाँ अभी हमें एक गए इस बार एक लिंक भेजी थी ना भगवत गीता की भगिनी. हाँ हाँ शोभा भगिनी हाँ हाँ मुझे भी वो लिंक भेजेंगे क्योंकि मेरे पास से उड़ गया है सब कुछ बैकअप लेते समय. चैट मध्ये अपि स्थापयामि अपि तत्र वाट्सप् मध्ये अपि प्रेषयामि तत्र अद्वैतशारदा इति तत्र किमस्ति इति पश्यामः एकनिमिष भगिनि. प्रेषितवान् तर्हि तत्र द्वितीय अध्याये त्रयश्चत्वारिंशत् प्रायशः तत्र बहु किमपि अस्ति अत्र किन्तु पश्यामः. भगिनी तत्र सुजाता भगिनी तत्र द्रष्टुं शक्नोति वा तत्र सुजाता भगिनी. महोदय न महोदय ऐ विल् गेट् मै फोन् ऐफोन् लेट् मी सी इन् दट् ओ अस्तु अस्तु अस्तु भगिनि अस्तु तर्हि तत्र तत्र कामात्मानः कामस्वभावाः कामपरा इत्यर्थः स्वर्गपरः स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानाः जन्मकर्मफलप्रधां कर्मणः फलं कर्मफलं जन्म एव कर्मफलं जन्मकर्मफलं तत् प्रददाति इति जन्मकर्मफलप्रधा तां वाचं प्रवदन्ति तयोर्गतिः प्राप्तिः हा अस्तु भगिनि तत्र प्रायः बहु किमपि अस्ति अवगन्तव्यम् अस्माभिः किन्तु हा किन्तु इदानीं अन्य अन्यस्मिन् समये पश्यामः अस्तु तर्हि अग्रे निवेदितभगिनी धन्यवादः निवेदितभगिनी भवती एव अग्रे देवाः अधिकं दास्यन्ते देव अधिक आ अधिकं विसर्ग अधिकं द अधिकं आस्यन्ते देव अधिकं आ अधिकं द अधिकं आस्यन्ते देवा अधिकं दास्यन्ते देवा दास्यन्ते अत्र विसर्गस्य विसर्गात् पूर्वम् अकारः अस्ति विसर्गस्य अनन्तरं तद् मृदुवर्गीयव्यञ्जनमस्ति तवर्गस्य अतः विसर्गस्य लोपः भवति देवा दास्यन्ते हसि च सूत्रमस्ति वा न हसि इति न भगिनि केवलं तत्र हा किन्तु केवलं तत्र अखरि इति अस्ति खलु तावदेव अखरि अस्ति अखरि अखरि किन्तु खर् नाम कठोरव्यञ्जनं सत्यं हश् नाम मृदुव्यञ्जनं हा तर्हि हा अस्तु हसि इति अपि वक्तुं शक्नुमः अस्तु भगिनि हा हा 3.12 इष्टान् भोगान् निवो देवा दास्यन्ते यज्ञभाविताः तैर्दत्तान् प्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः इष्टान् भोगान् वो देवा नाम या देवता देवता पुल्लिङ्गमस्ति वा स्त्रीलिङ्गं तत्र देवाः देवाः देवाः ये देवाः यज्ञद्वारा पुष्टाः सन्ति हा ते इष्टान् इष्टान् सामग्रीं भोगान् भोगान् इष्टान् भोगान् दास्यन्ते तुभ्यं ददाति हा समीचीनं हा तुभ्यं ददाति किन्तु तैर्दत्तान् तैः दत्तान् अप्रदायेभ्यः अप्रदायैभ्यः यः भुङ्क्ते तेन तेन चोरः वा चोरः तेन नाम चोरः तत् सामग्री यः अन्येषां सेवायां नाम तत्र देवेभ्यः तत्र देवेभ्यः यदि तत्र यज्ञमार्गेण तत्र सर्वं समर्पयामश्चेत् तत्र देवः इष्टान् भोगान् दास्यन्ति दास्यन्ते किन्तु तत्र यदि तत्र देवै अन्येषां देवेभ्यः देवेभ्यः अप्रधायेभ्यो नाम तत्र यदि तत्र न दास्यामः देवेभ्यः यः सर्वं भुङ्क्ते किन्तु तत्र अर्पणम् अकृत्वा सर्वं तत्र देवाय अर्पणम् इति तादृशचिन्तनम् अकृत्वा केवलं भुङ्क्ते सः चोरः एव यः केवलं स्वस्य कृते तस्य उपयोगः करोति सः चोरः अपि हा सत्यं भगिनि अपि तत्र देवेभ्यः समर्पणं न करोति नाम तत्र देवेन लब्धम् अथवा देवाय समर्पितम् इदम् इति तादृशचिन्तनं न करोति केवलं तत्र हा भुङ्क्ते सः चोरः एव स्तेनः एव इति यहाँ हिंदी में एक वाक्य लिखा है जो मनुष्य मिली हुई सामग्री का भाग दूसरों को अर्थात अभावग्रस्तों को दिए बिना अकेला ही उसका उपभोग करे वह चोर है। बहुत समीचीन हाँ तथा समीचीन धन्यवाद धन्यवाद धन्यवाद नरेश महोदय इदानीम् अग्रे अपि महोदय अत्र अस्मिन् श्लोके अस्मिन् उदाहरणे श्लोकः नास्ति अतः तत्र भवान् तत्र उदाहरणद्वयं पठतु महोदय अस्तु अस्तु पुरुषाः योगधर्मस्य पुरुष योग आ योगविसर्गः योगधकार योग अर्मस्य पुरुष योग आ योग धकार योग अर्मस्य पुरुषा योग धर्मस्य पुरुषा धर्मस्य अत्र केवलं विसर्गस्य लोपः भवति अन्यथा पुरुषा धर्मस्य स्थीयते अग्रे अग्रे देहाः योगनित्यस्य देह योग आ योगविसर्गः योगनकार योग इत्यस्य देह योग आ योगनकार योग इत्यस्य देह योग नित्यस्य दोहा देह नित्यस्य केवलं विसर्गस्य लोपः भवति अत्र श्लोकः अस्ति द्वितीय अध्याय अष्टादश अष्टादश श्लोकः अस्ति अत्र अन्तवन्त इमे देह नित्यस्योक्ताः शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युद्धस्य युद्धस्व तस्मात् युद्धस्व युद्धस्व भारत भारत अस्तु अन्तवन्त इमे देह नित्यस्योक्ताः शरीरिन् शरीरिणः ओके द्वितीय द्वितीयाध्याय let's see. And that can we find 18. अस्तु अन्तवन्तः दत्तमस्ति अन्तः विनाशः विद्यते येषां ते अन्तवन्तः यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता समाननिरूपणान्ते विच्छिद्यते स तस्य अन्तः तथा इमे देहाः स्वप्नमायादेहा दिवच्च अन्तवन्तः नित्यस्य स्वप्नमायादेहादिवच्च वच्च अन्तवन्तः नित्यवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्त इति उक्ताः विवेकिभिः अत्यर्थः इति अर्थः इति अर्थः इत्यर्थः इति अर्थः तत्र उक्ताः विवेकिभिः तत्र कर्मणि इति उक्ताः विवेकिभिः तृतीय विवेकी यः अस्ति अथवा विवेकिनः ये सन्ति तैः तत्र विवेकिभिः उक्ताः बहु किमपि अस्ति महोदय तत्र प्रायशः तत्र सर्वं पठितुं न शक्नुमः इति मन्ये यतोहि तत्र किञ्चित् कुर्मः किन्तु तत्र अत्र बहु किमपि अस्ति महोदय कठिनमस्ति अतः तत्र केवलम् एतत् उक्तं महोदय नाम अन्तवन्तः देहाः नाम तत्र देहाः अन्तवन्तः सन्ति खलु देहस्य अन्तः अस्ति नाम अन्तवान् नाम अन्तः यस्य अन्तः अस्ति सः अन्तवान् नाम धनवान् धनवान् तत् तथैव तत्र अन्तवान् देहः अन्तवान् अस्ति देहाः अन्तवन्तः सन्ति इमे देहाः अन्तवन्तः उक्ताः इति इति अस्ति इति उच्यते नाम अन्तवन्तः किन्तु तत्र एतत् सर्वं तत्र शरीरिणः नाम तत्र अप्रमेयस्य नित्यस्य अनाशिनः अप्रमेयस्य शरीरिणः देहः नाम तत्र देहः कस्य अस्ति इत्युक्ते तत्र सर्वं षष्टि अस्ति खलु महोदय नित्य शरीरिणः अनाशिनः अप्रमेयस्य प्रमेयस्य अतः तत्र सर्वं तत्र नित्यः अस्ति नाम आत्मा नित्य अस्ति आत्मनः देहः अन्तवन्तः नाम आत्मनः देहस्य अन्तम् अस्ति किन्तु आत्मा नित्यमस्ति अतः तत्र नित्यस्य नाम आत्मनः विशेषणम् अनाशिनः पुनः आत्मनः विशेषणम् नाम आत्मा नित्या अस्ति नित्यः अस्ति आत्मा अनाशी अस्ति आत्मा अप्रमेयः अस्ति आत्मा शरीरी अस्ति नाम शरीरी तत्र इनि प्रत्यया यस्य शरीरः अस्ति सः शरीरी तत्र शरीरिण् नाम नकारान्तप्रातिपदिकम् अतः शरीरिणः षष्ठी अतः आत्मनः देहः यः अस्ति तस्य अन्तः अस्ति किन्तु आत्मा स्वयं अन्तः तस्य अन्तः नास्ति, नित्यः अस्ति. अतः अतः हे भारत नाम अर्जुन, तस्मात् तस्मात् कारणात् तत्र आत्मा नित्यमस्ति इति कृत्वा तत्र युध्यस्व, युद्धं करोतु, आत्मनः नाशः न भवति, अतः तत्र भवान् युद्धं करोतु, युध्यस्व. आत्मा नित्यमस्ति, शरीरं तु नाशिनो भवति. हा, शरीरस्य नाशः तु भवति किन्तु आत्मा नित्य अस्ति, अतः युद्धं भवितुं तत्र अर्हति, युद्धं कर्तुम् अर्हति भवान्, अतः युद्धं करोतु. अत्र केवलं महोदय तत्र प्रत्येकपदस्य अन्तवन्तः नाम अन्तः विनाशः विद्यते, येषां ते अन्तवन्तः नाम तत्र पदस्य निर्माणं कथं कृतं, यस्य अन्तः नाम विनाशः भवति तस्सः अन्तवान्, यथा मृग मृगतृष्णीकादौ सद्बुद्धि इति तत्र प्रत्येकपदं स्वीकृत्य तस्य विवरणं कृतमस्ति महोदय तत्र. अतः तत्र दीर्घः अस्ति, तत्र दीर्घ अस्ति व्याख्या. अस्तु समीचीनं, धन्यवादः महोदय, धन्यवादः. अग्रे गच्छामः तर्हि. तर्हि तत्र सुजाता भगिनी अग्रे. आं महोदय, वितताः योगः ब्राह्मणः, वितत्त योगः आकारः, योगः विसर्गः, योगः बकारः, योगः रह्मणः. आकार विसर्गस्य वितता ब्राह्मणः एकमेव रूपं भवति. विसर्गस्य लोपः एव भवति तत्र महोदय. सत्यं सत्यं भगिनि. शास्त्रीयपद्धति किं सूत्रमस्ति न जानामि महोदय. पश्यतु भगिनि, तत्र भगवद्गीतापुस्तके पश्यतु, अतः चिन्ता मास्तु. 432 432 अस्ति. एवं बहुविधा यज्ञाः वितताः ब्राह्मणो मुखे कर्मजा. तत्र ब्राह्मणमुखे, ब्राह्मणमुखे, ब्राह्मणो मुखे, ब्राह्मणः मुखे कर्मजा विद्धि तान् सर्वम् एवं ज्ञात्वा विमोक्षसे. एवं बहुविधाः यज्ञाः ब्राह्मणः मुखे विद्यते. ब्राह्मण इति नास्ति भगिनि, ब्राह्मणमुखे वितताः तान् सर्वान् कर्मजान् विद्धि. कर्मजान् एवं ज्ञात्वा विमोक्षयसे. नाम अत्र विषयः अस्ति तत्र अस्मिन् अध्याये तत्र ज्ञानकर्मसन्न्यासयोगः. असन्न्यासयोगः नाम तत्र सन्न्यासं नाम तत्र त्यजतु इति. नाम तत् नाम तत्र बहुविधः यज्ञाः सन्ति, तत्र यज्ञाः बहुविधाः सन्ति नाम तत्र अनेकविधयज्ञाः सन्ति अथवा यज्ञे अपि अथवा यज्ञे अपि तत्र अनेकभागाः अपि भवितुमर्हति इति अपि अस्ति. ब्रह्मणमुखी, ब्रह्मणमुखी नाम तत्र वेदे, तत्र वेदे वेदे ब्रह्मणमुखी नाम वेदे, तत्र एतत् यज्ञं कथं करणीयम्, अस्य यज्ञस्य अथ तत्र यज्ञानां विषयः तत्र वेदे बहु किमपि उक्तमस्ति. अतः तत्र किन्तु तान् सर्वान् नाम यज्ञान् तत्र कर्मजान् व्यक्तिः कर्मात् जननं नाम कर्मणः जननं नाम इति कर्मण जन्यम् अस्ति नाम नाम तत्र यज्ञः यदि कर्तुम् इच्छामः तत्र कर्म भवेत् खलु, तत्र क्रिया विना तत्र क्रियया विना तत्र यज्ञः न भवति इति इति जानातु विद्धि नाम जानातु यदि यदि एतत् जानाति सम्यक् जानाति तदा मोक्षं प्राप्नोति विमोक्ष्यसे. समीचीनं नाम तावत् कुर्मः किन्तु यदि तत्र इदानीमेव यदि वयं तत्र दीर्घ वा व्याख्या पठामश्चेत् प्रायशः तत्र क्लेशः एव भवति, यतोहि इदानीं तत्र तत्र इदानीं न प्राप् अवगच्छामि. अस्तु भगिनि, समीचीनं, धन्यवादः, धन्यवादः. अस्तु अग्रे निवेदिता भगिनि अग्रे. महेश्वासाः अधिकं भीमार्जुनसमाः, महेश्वास अधिकम् आ अधिकं विसर्ग अधिकं भ अधिकम् इमार्जुनसमाः, महेश्वास अधिकम् आ अधिकं भ अधिकम् इमार्जुनसमाः, महेश्वासा अधिकं भीमार्जुनसमाः. अत्र विसर्गात् पूर्वम् आकारः अस्ति, विसर्गात् अनन्तरम् अखरिवर्णः भकारः अस्ति, पपभ मृदुवर्ण मृदुव्यञ्जनमस्ति, अतः विसर्गस्य लोपः भवति. अतः महेश्वासा भीमार्जुनसमा 1.4. अत्र शूरा महेश्वासा भीमार्जुनसमायुधि, युयुधानो विराटश्च द्रुपदश्च महारथः. किन्तु उदाहरणे शकारः अस्ति महेश्वासा, इचुयशानां तालव्यशकारः अस्ति, श्लोके तु मूर्धन्यशकारः अस्ति खलु, किमर्थम्? हा सत्यं भगिनि, हा हा हा सत्यम्. अहमपि इदानीं तत्र दृष्टवान्, समीचीनं भगिनि. हा एकनिमिषः पश्यामः तत्र किमर्थं तत् अस्ति. महोदय इषु इषु अस्ति, इषु धनुष महेश्वासा. नरेश् महोदय तत्र अत्र पुस्तके महेश्वासाः इति अस्ति खलु, तत्र शकारः महेश्वरः नाम तत्र अस्तु अत्र मूर्धन्यशकारः. किन्तु भगवद्गीतायां साक्षात् तत्र मूर्धन्यशकारः उक्तम्, अतः तत्र किम् इत्युक्ते तत्र सत्यं भगिनि, तत्र महा इषु आसा येषां महान्तः धनुषः धनुषः सत्यं भगिनि, हा धनुषः इषु सत्यं भगिनि, हा हा. अतः तत्र महेश्वरः इति अर्थे नास्ति, अत्र शूराः महेश्वासाः भीमार्जुनसमाः. अतः तत्र गीताप्रवेशपुस्तके तत्र मुद्रणदोषः अस्ति भगिनि. प्रथमवारं तत्र बहु विरलतया भवति, किन्तु मुद्रणदोषः तु भवति एव अत्र अस्ति. समीचीनं. पाण्डवानां सेनायां शूरवीराः सन्ति. इदानीं तत्र कौरवाणां एतत् ओ एतत् ओ अस्तु अस्तु अस्तु तत्र पाण्डुपुत्राणां आम् आं सत्यं भगिनि, हा हा सत्यं सत्यं. युधानः, विराटः, द्रुपदाः आदयः महारथः सन्ति. तेषां समीपे धनुषः महत् महत् नै महान् धनुष महान् धनुषाः महान् महन्तौ महन्तः. धनुष चकारः अस्ति वा, हलन्तमस्ति धनुष. तत्र धनुष धनुषी धनुंषी इति भवति भगिनि, नपुंसकलिङ्गम्. अतः तत्र महत् तत्र नपुंसकलिङ्गे महत् तत्र महत् इति जगति महति जगत् जगति जगन्ति तर्हि महन्ति महन्ति धनुंषि सन्ति सन्ति. उत्तमं भगिनि, समीचीनं, धन्यवादः. एतादृशं तत्र पुनःस्मरणम् अपेक्षितं, नो चेत् तत्र सर्वं विस्मरामः वयं. केवलं सन्धि इति विषयं विषयस्य ज्ञानं भवति, तत्र विभक्तिरूपं सर्वं तत्र मनस् तत्र गच्छति, मनसि न तिष्ठति. समीचीनं भगिनि. धनुः अपि पर्यायपदमस्ति खलु धनुष् कृते, धनुः धनुः इति नाम शकारन्तः नास्ति, केवलं धनुः इति वा, धनुः धनुः न जानामि प्रायः अस्ति भगिनि, द्रष्टव्यमस्ति द्रष्टव्यमस्ति भगिनि. धन्यवादः. अस्तु अग्रे नरेश महोदय. आं महोदय. समवेताः योगयुयुत्सवः समवेत् योग आ योगविसर्गः योगयकार योग उयुत्सवः समवेत् योग आ योगयकार उयुत्सवः समवेत योगयुयुत्सवः समवेत युयुत्सवः. अत्र केवलं विसर्गः तस्य लोपः भवति. अन्यथा तु स्थीयते. श्लोकः अस्ति प्रथमाध्याये प्रथमश्लोक, धर्मक्षेत्रे कुरुक्षेत्रे समवेत युयुत्सवः मामकाः पाण्डवाश्चैव किम् अकुर्वत् सञ्जय. किम् अकुर्वत् सञ्जय, तत् प्रथमश्लोक. तत्र धृतराष्ट्र उवाच अस्ति, धृतराष्ट्र सञ्जय कृते वदति, तत्र धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः तत्र कुरुक्षेत्रे अपि च तत् धर्मक्षेत्रः अस्ति तत्र युयुत्सवः तु यः उत्सुकः अस्ति युद्धमध्ये उत्सवः उत्सुकः अस्ति तत् तत्र समवेतः तत्र एकत्रितः सन्ति अग्रे मामकाः तत् मम पुत्राः अपि च पाण्डवाः च एव पाण्डुपुत्रः तत्र सन्ति ते किम् अकुर्वत सञ्जय ते मम पुत्राः अपि च पाण्डुपुत्राः किम् अकुर्वत् तत्र धृतराष्ट्र पृच्छति उत्तमं समीचीनं धन्यवादः अस्तु अग्रे सुजाता भगिनी धातराष्ट्राः योगः रणे धातराष्ट्रयोगः आयोगः विसर्गः योगः रेपः अणि तद् एकमेव रूपमस्ति महोदय विसर्गस्य लोपः एव भवति धातराष्ट्रारणे इति भवति सूत्रम् अकरि अस्ति रेपः इत्यनेन विसर्गस्य लोपः भवति अतः परस्य विसर्गनीयस्य लोपः अकरि धातराष्ट्रारणे इति रूपं भवति महोदय श्लोकमस्ति प्रथमाध्याये 46 अस्ति प्रथमाध्याये 46 सञ्जय उवाच एव मुक्त्वा अर्जुनः सङ्ख्ये तदेव न भगिनि यदि यदि माम प्रति यदि माम प्रतीकारम् अशस्त्रं शस्त्रपाणः पाणयः धार्तराष्ट्रारणे हन्युः अन्युः तन्मे क्षेमतरं भवेत् यदि हन्युः अस्ति हन्युः इति तत्र कीदृशलकारः हन्युः अन्युः हन् धातु अस्ति न महोदय हन्त समीचीनं तर्हि हन्युः लकारः भवेयुः अस्ति न तादृश अर्थे विधिलिङ्ग् विधिलिङ्गलकारः अस्ति विधिलिङ्गकारः नाम ते कुर्युः कुर्यात् कुर्युः तत्र हन्युः तत्र हननं कुर्युः ते तत्र ते धार्तराष्ट्राः रणे युद्धे हन्युः नाम हननं कर्तुं कुर्युः तत्र धार्तराष्ट्रः नाम कौरवाः कौरवाः कौरवाः रणे नाम युद्धे हननं कुर्युः कस्य हननम् अथवा कं हन्युः कर्मपदं प्रथमभागे कर्मपदम् अस्ति यदि तदनन्तरं किमस्ति यदि अनन्तरं किमस्ति यदि यदि माम प्रतीकारं माम् माम् इति माम् प्रतीकारम् माम् इति विभक्ति का तत्र द्वितीयविभक्ति अस्ति हा माम् इति नाम माम् अन्युः अर्जुनः अर्जुनः वदति माम् अन्युः नाम यदि मम हननं कुर्वन्ति तत्र माम् अपि अप्रतीकारं नाम तत् विशेषणं भवति माम् इति अहं तत्र विरोधं न करोमि नाम यदि ते आगच्छन्ति हन्तुं युद्धम् अपि अशस्त्रम् अशस्त्रं शस्त्रेण विना भवामि धार्तृराष्ट्रः कीदृशः शस्त्रपाणेयः नाम शस्त्रपाणी नाम शस्त्रं पाणौ ते तत्र तेषाम् अस्ति नाम तत्र तेषां पाणौ शस्त्रम् अस्ति ते तत्र शस्त्रपाणेयः कौरवाः यदि मम हननं कुर्वन्ति तदा तदा तन्मे नाम तन्मे तत् मे मम क्षेमतरं भवति भवेत् पुनः तत्र विधिलिङ्ग् भवेत् नाम तदेव तदेव क्षेममेव नाम तदेव समीचीनमस्ति तत्र अहं न किमपि करोमि किन्तु मम मरणं भवति तदेव हा सत्यं भगिनि हा तत्र ते किमपि इच्छन्ति ते कुर्वन्तु अहं मरणं प्राप्नोमि तदेव समीचीनम् अस्तु इति सः वदति अस्तु भगिनि समीचीनं धन्यवादः धन्यवादः भगिनि हा समीचीनमस्ति अस्तु अग्रे तर्हि तत्र हा तर्हि तत्र निवेदिता भगिनि अग्रे आम् आम् कामकामाः अधिकं लभन्ते कामकाम् अधिकम् आ अधिकं विसर्ग अधिकं ल अधिकम् अभन्ते कामकाम् अधिकम् आ अधिकं ल अधिकम् अभन्ते कामकामा लभन् अधिकं लभन्ते कामकामा लभन्ते विसर्गात् पूर्वम् आकारः अस्ति विसर्गात् अनन्तरं ल इति व्यञ्जनमस्ति मृदुव्यञ्जनम् अत्र अतः विसर्गस्य लोपः भवति कामकामा लभन्ते इति रूपम् 9.21 नवम अध्यायः साधारणतः अत्र न आगच्छति न पश्यामः तत्र गीताप्रवेशे विरलेति आगच्छति हा अतः समीचीनम् एतं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रैधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते एतं भुक्त्वा इति त्वान्तरूपमस्ति विशन्ति लभन्ते लट्लकार विशन्ति परस्मैपदी लभ लभन्ते आत्मनेपदीरूपम् आत्मनेपदी समीचीनं तर्हि तत्र ते विशन्ति ते विशन्ति विशन्ति इति क्रियापदमस्ति किन्तु तत्र अन्यत् क्रियापदमस्ति वा क्रियासूचकं तस्मिन् भागे ते तं भुक्त्वा त्वान्तं हा भुक्त्वा अस्ति त्वान्तमस्ति अतः प्रथमतया तदनन्तरं विशन्ति विशन्ति नाम अग्रे तत्र बहिः आगच्छन्ति, बहिः आगच्छन्ति, विशन्ति लोक में आते हाकं विशन्ति मृत्युलोके आगच्छन्ति. हा क्षम्यतां, विशन्ति नाम प्रविशन्ति, क्षम्यतां क्षम्यतां, प्रविशन्ति, प्रवेश, हा विशन्ति. अतः तत्र स्वर्गलोकं विशालं, तं स्वर्गलोकं ते भुङ्क्त्वा इति कृत्वा, हा अतः भुक्त्वा इति क्रियाविशेष वदतु भगिनि. स्वर्गलोकस्य भोगं तदा ते मृत्युलोके आगच्छन्ति, आगच्छन्ति इति अस्ति समीचीनम्. हा इदानीं द्वितीयभागः. एवं त्रयी धर्मं अनुप्रपन्नाः गतागतं कामकामा लभन्ते. नाम त्रयी धर्म नाम तत्र वेदत्रयं, वेदत्रयम् अनुप्रपन्नम् वेदान् वेदस्य तत्र पालनं नाम वेदे किम् उक्तं तस्य पालनं कुर्वन्ति, वेदम् आश्रित्य एव जीवनं कुर्वन्ति, वेदम् आश्रित्य जीवनं कुर्वन्ति. कामकामा लभन्ते नाम तदपि आगच्छति नाम तत्र कामकामः लभन्ते, कामकामाः लभन्ते तत्र न प्रपन्नाः कामकामाः. हा सत्यं भगिनि, हा हा तत्र कामकामाः लभन्ते नाम तत्र ते यत् इच्छन्ति, यत् इच्छन्ति तत् प्राप्नुवन्ति. अपि तत्र ते तत्र स्वर्गलोकं गच्छन्ति, पुनः मर्त्यलोकम् आगच्छन्ति, पुनः स्वर्गलोकं गच्छन्ति, मर्त्यलोकम् आगच्छन्ति, संसारचक्रे परिभ्रमणं करोति. हा इति अस्ति. अतः गतागतम् इति इति अस्ति. समीचीनम्, उत्तमः श्लोकः अस्तु, स्मर्तव्यं स्मर्तव्यः श्लोकः एषः. अस्तु समीचीनम्, धन्यवादः भगिनि. अस्तु अग्रे तत्र नरेश महोदय अग्रे. आं महोदय, अर्हाः योग वयम् योग आ योगविसर्गः योगवकार योग अयम् अर्ह योग आ योगवकार योग अयम् अर्हा योग वयम् अर्हा वयम् अर्हाः वयं तत् विसर्गस्य लोपः भवति, अर्हा वयं भवति. अस्तु अत्र श्लोकः अस्ति प्रथमाध्याये सप्त्रिंशत्, सप्त्रिंशत् श्लोकः अस्ति. अस्तु तस्मान्नार्हा वयं हन्तुं धातराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्यां माधव. अत्र तस्मान् अर्हा तस्मात् अर्हः अर्हाः वयं वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वबान्धवान् अस्ति अस्माकं बान्धवान् अपि च धार्तराष्ट्रान् तत्तु धृतराष्ट्रस्य पुत्राः सन्ति पुत्राः तर्हि तत्र कर्मपदं कर्तृपदं किमस्ति कर्तृपदं वयं वयं वयं हन्तुं हन्तुं वयं हन्तुं कं हन्तुम् अथवा कान् हन्तुं धृतराष्ट्रस्य पुत्राः बान्धवान् हन्तुं हन्तुं वयं धार्तराष्ट्रान् स्वबान्धवान् हन्तुं न अर्हाः न अर्हाः आम् तस्मात् नाम तस्मात् तत् अतः तत्र नाम पूर्वस्मिन् श्लोके यदस्ति तत्र कारणम् उक्तम् अतः अत्र तस्मात् कारणात् वयं तेषां हननं कर्तुं तस्य अर्हता नास्ति वयं न अर्हाः न कर्तुं शक्नुमः नाम तत्र योग्यता नास्ति तत्र न करणीयम् अस्माभिः न करणीयं तत् सम्यक् नास्ति अर्हः नाम अर्हति सः तत्र गन्तुम् अर्हति इति अर्ह नाम तत्र अत्र न करणीयम् इति अर्थे भगिनि इति मन्ये अर्हः योग्यता इति चिन्तयामि एकनिमिषं पश्यामि तत्र योग्यता योग्यता इति मन्ये भगिनि एकनिमिषं पश्यामः तत्र यतोहि तत्र यदा अभी हम कोई एप्लीकेशन लिखते हैं तो वहां पे शैक्षणिक अर्हता पूछते हैं तो आपकी शैक्षणिक पात्रता तथा अस्ति भगिनि अतः एव तत्र अर्हता तत्र योग्यता अस्ति न वा इति अतः तत्र न अर्हाः इति प्रथमभागं द्वितीयभागे स्वजनं हि कथं हत्वा सुखिनः स्यां माधव माधव इति कृष्ण प्रति सम्बोधनं माधव वयं तत्र स्वजनं हत्वा कथं सुखिनः स्याम भवाम कथं भवाम स्याम तर्हि तत्र लोट् लकारः स्याम कथं स्याम इति अस्ति अतः तत्र बान्धवानां हननं न कर्तुं शक्नुमः न कर्तुं शक्नुमः इति अस्ति अस्तु अग्रे तर्हि धन्यवादः महोदय समीचीनं अग्रे तर्हि तत्र सुजाता भगिनी आं महोदय बहुशाखाः योगः हि बहुशाक् योगः आकारः योगः विसर्गः योगः अकारः योगः इ बहुशाख आकारः विसर्गस्य लोपः भवति मृदु व्यञ्जनमस्ति योगः इ बहुशाखाहि एव भवति एकीरूपं भव वन् एकमेव योगः रूपं भवति महोदय बहुशाखाहि श्लोकमस्ति द्वितीयाध्याये 41 श्लोकमस्ति महोदय व्यवसायात्मिका बुद्धिः एकेयः कुरुनन्दन बहु शाखा हनन्ताच्च बुद्धयो व्यवसायिनां व्यवसायात्मिका बुद्धिः एक एव भवति महोदय एकेह एक एव कुरुनन्दन तत् सम्बोधन अस्ति न कुरुनन्दन सत्यं भगिनि बहुशाखा हनन्ताश्च ह्यन्यन्तास्य बहुशाखा ह्यनन्ताश्च बुद्धयो व्यवसायिनां अनन्तास्य अनन्ता अस्ति वा महोदय बहुशाखा अनन्ताच्च बुद्धयो व्यवसायिनां हा तत्र व्यवसायात्मिका बुद्धिः व्यवसायात्मिका बुद्धिः बुद्धिः स्त्रीलिङ्गे तर्हि व्यवसायात्मिका बुद्धिः एका इह एका इह एक इह कुरुनन्दन कुरुनन्दन बहुशाखा हि अनन्ताः च बुद्धये बुद्धये अव्यवसायिनां नाम तत्र व्यवसायः इति तत्र किमस्ति व्यवसायं यदा कुर्वन्ति भगिनि तत्र किं भवति तत्र जलम् एकस्मिन् दिशि एव गच्छति खलु यदा व्यवसायं कुर्वन्ति तथैव तत्र व्यवसायात्मिक नाम बुद्धिः तत्र निश्चयबुद्धिः भवतु नाम एतदेव करणीयं तत्र एतत् करोमि वा अथवा तत् करोमि वा अथवा अन्यत् करोमि वा इति तादृश चञ्चलं मास्तु अतः तत्र एकमेव तत्र एतत् करोमि इति निश्चयं भवतु यदि तत्र अव्यवसायिनां नाम तत्र यस्य मनः स्थिरं नास्ति तस्य मनसः बुद्धिः कीदृशः भवति इत्युक्ते बहुशाखाः भवन्ति नाम अस्मिन् दिशि गच्छति अस्यां दिशि गच्छति अन्यस्यां दिशि गच्छति इति अतः तादृशं मास्तु इति अत्र आम् महोदय समीचीनं भगिनि धन्यवादः महोदय धन्यवादः भगिनि हा अस्तु समीचीनमस्ति तर्हि तत्र निवेदितभगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा तदनन्तरं समापयामि ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः धन्यवादः पुनर्मिलामः धन्यवादः पुनर्मिलामः धन्यवादः धन्यवादः नमस्कारः अग्रिमे वर्गे धन्यवादः